अस्तु, तर्हि करपत्रम् उद्घाटितम् अस्ति चेत् रत्ना भगिनी पठितुमिच्छति वा? कालः व्यवहारः. न्यायशास्त्रे व्यवहारशब्दः पारिभाषिकः ज्ञानजनकशब्दप्रयोगः इत्यर्थः. तत्र मात्रं शब्दप्रयोगः इति न उक्तं. गागागिगि इति वदामः चेत् अयं शब्दप्रयोगः तु भवति, किन्तु ज्ञानजनकशब्दप्रयोगः नास्ति. उच्यमानः शब्दः किमपि ज्ञानं जनयेत्. यत्र शब्दप्रयोगेण ज्ञानं निष्पन्नं भवति, तादृशशब्दप्रयोगस्य व्यवहारः इति नाम. इत्युक्ते व्यवहारः इति एकः पारिभाषिकशब्दः अस्ति न्यायशास्त्रे. अर्थः कः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति. यत्किमपि शब्दप्रयोगं कुर्मः तत्र केवलशब्द भविष्यति चेत् यत्र ज्ञान जननं न भवति ज्ञानस्य, तत्र व्यवहारशब्दः इति न वदामः. यदि शब्देन ज्ञानं जनयति तत्र व्यवहारः इति वदामः. भारती अस्मि, क्षम्यतां विलम्बदातः. चिन्ता नास्ति. अस्तु, तर्हि यथा भगिन्या उक्तं, न्यायशास्त्रे तत्र व्यवहारशब्दः इति पारिभाषिका अस्ति. लौकिकभाषायां यः अर्थः अस्ति तादृशः अर्थः नास्ति, पारिभाषिकः. अपि च यस्य प्रयोगेन, यस्य शब्दस्य प्रयोगेन किञ्चन ज्ञानं जायते, तादृशः प्रयोगः व्यवहारः इति उच्यते. अस्तु भगिनि, अग्रे पठति वा? तर्हि गागागीगि इति शब्दप्रयोगेन किमपि ज्ञानं न निष्पन्नम्, अतः अयं व्यवहारः नास्ति. किन्तु घटः अतीतः इति शब्दप्रयोगेन किञ्चन ज्ञानं निष्पन्नं भवति, अतः अयं व्यवहारः इति उच्यते. उदाहरणार्थं गागागिगि इति किञ्चित् वदामः चेत् तत्र किमपि ज्ञानं न जनयति, अतः व्यवहारः इति न वदामः. किन्तु घटः अस्ति अथवा घटः अतीतः इति शब्दप्रयोगं कुर्मः चेत् तत्र ज्ञानं भविष्यति. तादृश गागागीगी अपि शब्दप्रयोगः एव, शब्दस्य प्रयोगः तु अस्ति किन्तु तेन न किमपि ज्ञानं जायते, न कस्यापि ज्ञानं जायते. तर्हि व्यवहारः इति न वदामः. परन्तु अन्यत् उदाहरणं किमस्ति अत्र? घटः अतीतः इति प्रयोगेन, प्रयोगेन ज्ञानं निष्पन्नं भवति, तत् व्यवहारः इति, तत् शब्दं, तत् शब्दः व्यवहारः इति वदामः. अस्तु, अथवा तत् शब्दप्रयोगः इति व्यवहारस्य परिभाषा अस्ति. परज्ञानजननार्थं शब्दप्रयोगः व्यवहारः इति भवति. अस्तु, जयन्ती भगिनी पठति वा अग्रे? आं भगिनि. घटः अतीतः इति व्यवहारे कालः कारणम्. अधुना घटः अतीतः इति विशिष्टः शब्दप्रयोगः कालरूपद्रव्यं विना न सम्भवति, यतोहि अतीतः इति शब्दस्य कथनार्थं कालस्य अस्तित्वम् अपेक्षितः. भविष्यति, अभूत् इत्यादीनामपि तथैव प्रयोगार्थं कालः आवश्यकः. कालस्य अस्तित्वम् अस्ति चेदेव कालः भवति चेदेव अग्रे भविष्यति, श्वः, यः, ह्यः, परह्यः इत्यादीनां प्रयोगं कर्तुं शक्नुमः. यदि कालः एव न स्यात् तर्हि एतादृशशब्दप्रयोग एव न भवति स्म. अतः ईदृशशब्दप्रयोगं प्रति कालः कारणम्, अतीतः, अनागतः, भविष्यति इत्यादिकम्. अस्तु, अत्र कालस्य मुख्यत्वं किं, कुत्र कालस्य प्रयोगं, कीदृशं कालस्य प्रयोगः भवति इति अत्र उच्यते. कालविषये घटः अतीतः इत्यस्मिन् वाक्ये घटस्य अस्तित्वं वा प्रयोगः अस्ति. यदि कालः एव कालविषयः काल इति द्रव्यं न अस्ति चेत् तस्य प्रयोगम् अपि न कर्तुं शक्नुमः. एतस्य वाक्यस्य प्रयोगमेव कर्तुं न शक्नुमः. घटः भविष्यति वा घटः अभूत् इत्यादीनाम् इत्येषु वाक्येषु अपि कालस्य कालस्य किं विद्यमानं वा कालस्य प्रयोगः एव भवति इति अस्ति. यदि कालः एव न अस्ति चेत् वयं किम् कालसम्बन्धितवाक्यानि एव न वक्तुं शक्नुमः इति अत्र लिखितमस्ति. सत्यं. तर्हि घटः अतीतः इत्यस्मिन् तत्र एकः शब्दप्रयोगः अस्ति, तेन किञ्चन ज्ञानं जायते. अस्तु, अत्र घटः अतीतः इत्यस्मिन् यत् द्रव्यमपि अपेक्षितं तस्य अवगमनार्थं तस्य नाम कालः इति. कालरूपद्रव्यं स्वीकृत्य एव तादृशं ज्ञानं भवति. नो चेत् कालं विना अन्यत् किमपि द्रव्यं भवति चेदपि, एतावता वयं यद् यानि द्रव्याणि दृष्टवन्तः, पृथ्वी, जल, तेजः इत्यादीनां माध्यमेन एतादृशं ज्ञानं न जायते. कालः इति नूतनं द्रव्यम् अपेक्षितम् इति कृत्वा तत्र कालः इत्यस्य द्रव्यस्य आवश्यकता अस्ति. अपि च एतादृशस्य ज्ञानस्य कृते श्वः, ह्यः, परह्यः इत्यादीनां प्रयोग इत्यादीनां शब्दप्रयोगं प्रति कालः कारणम् इति उच्यते इति उक्तम् अत्र. तर्हि मुख्यः अंशः अस्ति कालः इति नूतनद्रव्यम्, अपि च घटः, अतीतः, भविष्यति, अभूत् इत्यादीनां ज्ञानस्य कृते कारणमस्ति कालः इति. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? घटः अतीतः इति व्यवहारेण एकं ज्ञानं निष्पन्नम् आहत्य घटः अतीतः इति अस्य कथनेन एकं विशिष्टं ज्ञानं व्युत्पन्नं भवति. कीदृशमिति चेत् घटनिष्ठविशेषतानिरूपकं अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्. अस्तु, वदतु. घटः अतीतः अर्ध विशिष्टज्ञानं व्युत्पन्नं भवति. घटः अतीतः इति व्यवहारेण एकं ज्ञानं भवति, विशिष्टं ज्ञानं. विशिष्टं ज्ञानं भवति. कीदृशम् इति चेत् घटनिष्ठविशेषतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्. अस्तु, अत्र घटः अतीतः अनयोः मध्ये विशेषणविशेष्यभावः अस्ति. तर्हि अत्र विशेषणं किम्? तद् मा पठतु. विशेषणं किं, विशेष्यं किम् इति वदतु केवलं. घटः विशेष्यं, घटः इति विशेषता. घटः विशेष्यमस्ति, तर्हि घटे विशेष्यता अस्ति, तदर्थं घटनिष्ठविशेष्यता. अपि च विशेषणं किम्? विशेषणं वयं दृष्टवन्तः अतीतः, अतीतः इति विशेषण, अतीतः इति विशेषणवाचकपदमस्ति, परन्तु वस्तुतया अतीतत्वम् इत्येव विशेषणं, यथा उन्नतः वृक्षः, तस्मिन् उन्नतः विशेषणवाचकम् औन्नत्यम् इति विशेषणम्, तथा एव अतीतत्वम् विशेषणम् अस्ति. अस्तु, अत्र अग्रे गत्वा अत्र उक्तं घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् इति. वयं ज्ञानस्य विषयता विषयिता इत्यस्य पठनस्य सन्दर्भे दृष्टवन्तः विशेषणे या प्रभा वर्तते तस्य नाम प्रकारता, अपि च विशेष्ये या प्रभा वर्तते तस्य नाम विशेष्यता च इति, तदेव अत्र उक्तं घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् इति. ज्ञानम् ज्ञानवाक्यस्य बोधार्थं विशेषणविशेषभावः स्मर्यतां यत् घटः अतीतः इत्यस्मिन् प्रयोगे अतीतः गुणवाचकशब्दः गुणस्य आश्रयं सूचयति. गुणिनि यः गुणः नाम विशेषणं येन विशिष्यते इति तु तस्य अतीतस्य भावः अतीतत्वम्. अतीतत्वेन घटः विशिष्यते यथा उन्नतः वृक्षः इति वाक्ये उन्नतः इत्युक्ते वृक्षः एव उन्नतशब्देन वृक्षस्य एव सङ्केतः. तथैव घटः अतीतः इति वाक्ये अतीतः इत्युक्ते घटः एव. विशेषणं विशेष्यं च द्वौ अपि परस्परभिन्नौ जातां. तर्हि घटः विशेष्यम् अतीतत्वं विशेषणम्. किञ्चित् बुद्धं वा अत्र भगिनि? ज्ञानवाक्यस्य बोधार्थं विशेषणविशेषभावः उच्यते. पूर्वोक्तं घटः अतीतः अतीतः गुणवाचकशब्दः सत्यम्. अतीतः गुणिवाचक गुणिवाचक विशेषणविशेषभावः इत्यस्य पाठः यदा आसीत् तदा द्विविधा आसीत् गुणवाचकः गुणिवाचकः इति. तर्हि अतीतः इति गुणिवाचकः. गुणि कः अत्र? घटः. यस्मिन् गुणः अस्ति सः यस्मिन् गुणः अस्ति सः गुणि. गुणि घटः इति गुणि घटस्य वाचकम् अस्ति अतीतः इति गुणवाचकशब्दः. नाम गुणः यस्मिन् वर्तते इति सूचयति अतीतः शब्दः. साक्षात् विशेषणं नास्ति, परन्तु गुणिवाचकशब्दः अस्ति. तर्हि विशेषणं किं वस्तुतः विशेषणं किम्? विशेषणम् अतीतः इति विशेषणवाचकशब्दः अथवा गुणिवाचकशब्दः, परन्तु विशेषणं वस्तुतया अतीतत्वं विशेषणम्. अतीतत्वम् इति विशेषणं, यतोहि अतित्वेन एव घटः विशिष्यते. अस्तु, अत्रापि उदाहरणमस्ति उन्नतः वृक्षः इत्यस्मिन् उन्नतः वृक्षः एव गुणिवाचकः. तर्हि अतीतः घटः एव वृक्षस्य सङ्केतः तथैव अस्ति अतीतः घटः इति. तर्हि अतीतत्वम् इति विशेषणम् अस्ति, घटः इति विशेष्यम् इति अत्र उक्तमस्ति. अपि च तत्र विशेषणविशेषभावस्य करपत्रार्थम् अपि तत्र लिङ्क् दत्तमस्ति. वयं पूर्वमपि पठितवन्तः अस्मः, केवलं स्मरणार्थमेव. मनसि इदं मनसि निधाय अग्रे सरेम. अतीतत्वं विशेषणं, घटः विशेष्यं, अतीतत्वं विशेषणम् अस्ति इत्यतः अतीतत्वे प्रकारता अस्ति, घटे विशेषता अस्ति। अस्तु, अग्रे राजेन्द्रमहोदय पठति वा? आम् आं भगिनि। ज्ञानरूपदीपस्य प्रकाशः विषयितः तथैव तत्रैव आमां घटः अतीतः इति एकं ज्ञानं, यथा पूर्वम् अयं घटः इति ज्ञाने घटः विषयः, अयं घटः इति ज्ञानं च विषयी, इनि प्रत्ययाः नपुंसकलिङ्गे लिङ्गे घटः इति विषये विषयता, अयं घटः इति ज्ञाने विषयता विषयिता ज्ञानस्य प्रभा मनसि अस्य चित्रं भवेत्। यदा वयं वदामः घटः अतीतः, तत् एकं ज्ञानम् अस्ति, अयम् एकं घटम् अयं घटः अस्ति, घटः तु विषयः अस्ति, तत् इति ज्ञानं च तत् ज्ञानम् अयं घटः विषये तत् वदामः, तथा घटः इति विषये विषयिता, अयं घटः इति ज्ञाने विषयिता, घटः तु विषयः विषयिता, घटे विषयिता अस्ति, परन्तु अयं घटः तत्तु ज्ञानं विषयिता अस्ति घटस्य कृते, विषयिता ज्ञानस्य प्रभा मनसि अस्य चित्रं भवेत्। अयं घटः ज्ञानं विषयी, निष्ठ अयं घटः निष्ठ विषयिता निरूपित विषयिता विषयिता निरूपक अयं घटः, अन्यथा घटः निष्ठ विषयिता निरूपित विषयिता विषय न विषयिता निरूप अयं घटः। अत्र अयं घटः इति ज्ञानं, ज्ञाने विषयिता, घटः इति विषयः, घटे विषयता अस्ति। अस्तु, उपरि गमनार्थं निष्ठा इत्यस्य प्रयोगः, अधोगमनार्थम् आश्रयः इत्यस्य प्रयोगः स्यात्। अयं घटः ज्ञानम् अस्ति, अयं घटः निष्ठ विषयिता निरूपित विषयिता आश्रय घटः, विषयता आश्रयः घटः, आश्रयः घटः, ज्ञाने विषयिता, घटे विषयता विषयिता। अपरस्यां दिशि गच्छति चेत् घटनिष्ठ विषयिता निरूपित विषयिता आश्रय अयं घटः, विषयता आश्रयः ज्ञानं, अयं घटः इति ज्ञानं, ज्ञानं यत्किमपि भवतु तस्मिन् विषयिता अस्ति। अस्माकं कृते अत्र उदाहरणमस्ति अयं घटः इति ज्ञानं, तर्हि ज्ञानस्य विषयः अस्ति घटः, तदर्थं घटे विषयता अस्ति इति उक्तम् अत्र। अनन्तरम् अतीतः घटः इत्यस्य वदनं यत्र भवति तत्र ज्ञानस्य विषयः अस्ति घटः, अपि च सः घटः अतीतः इति, तत्र विषयता द्वयं भवति, घटे अपि विषयता अस्ति, अतीतत्वे अपि विषयता अस्ति, तयोः मध्ये भेदस्थापनार्थं घटे विद्यमानस्य विषयतायाः नाम विशेष्यता, अतीतत्वे विद्यमानायाः विषयतायाः नाम प्रकारता इति उक्तम्। अस्तु, अग्रे पठतु महोदय कृपया। इयं च विषयिता रूपा प्रभा घटे विद्यमाना ज्ञानेन विना न भवति, अतः अयं विषयिता रूप प्रकाशः कस्य इति चेत् ज्ञानस्य एव, अपि च अयं प्रकाशः यत्र पतति सः ज्ञानस्य विषयः इति उच्यते। विषयिता यदा वदामः तत् वा घटे विद्यमाना अस्ति तत् विषयिता ज्ञानेन विना न भवितुम् अर्हति, अतः अयं विषयिता रूपप्रकाशः कस्य इति चेत् ज्ञानस्य एव, तत् प्रकाश विषयिता ज्ञानस्य एव अस्ति, न न जानामि भगिनि, अहं सम्यक् वदामि, चिन्ता नास्ति. अत्र पृष्ठसङ्ख्या 37, न क्षम्यतां, तत्र 35 तत्र पश्यन्ति चेत् त्रयोत्रिंशत् क्षम्यतां, तत्र त्रयोत्रिंशत्तमे पुटे अस्ति ज्ञानम् इति, दीपस्थानम् आपन्नं ज्ञानम् इति अस्ति. अस्तु, ज्ञानात् एका प्रभा गच्छति घटस्य दिशि, सा एव प्रभा विषयता इति उच्यते, तेनैव ज्ञायते अयं घटः अस्ति इति. विषयता रूपा प्रभा यदा घटे पतति तदा ज्ञायते अयं घटः इति ज्ञानं भासते. तर्हि सा प्रभा ज्ञानेन विना न भवति इति अत्रापि उक्तम्. अयं प्रभा, इयं प्रभा, विषयता रूपा प्रभा अथवा प्रकाशः कस्य इति चेत् ज्ञानस्य एव. चित्रे पश्यन्ति चेत् ज्ञानात् घटस्य दिशि एका विषयता गच्छति, एका प्रभा गच्छति, तेन ज्ञायते अयं घटः अस्ति इति. अधोभागे इतोपि एकः एकं चित्रम् अस्ति, भूतलम् अस्ति, भूतले घटः अस्ति. अस्तु, भूतलघटयोः मध्ये संयोगसम्बन्धः अस्ति. तर्हि घटः भूतलं घटवत् इति यदा वदामः तदा ज्ञानस्य तिस्रः प्रभाः वर्तन्ते. एका प्रभा घटे पतति, अपरा पतति भूतले, अपरा प्रभा पतति संयोगसम्बन्धस्य उपरि. तादृशेन ज्ञानेन ज्ञायते यत् अस्तु, घटः अस्ति, भूतले घटः अस्ति, अपि च भूतलघटयोः मध्ये संयोगसम्बन्धः अस्ति इति. प्रथमे उदाहरणे एका एव प्रभा आसीत्, तस्य नाम विषयता इति. द्वितीये उदाहरणे तत्र तिस्रः प्रभाः सन्ति, तर्हि तिस्रः विषयताः अपि सन्ति इति कृत्वा एकैकस्याः अपि प्रभायाः नामकरणं कृतम्. भूतलं घटवत् इत्यस्मिन् वाक्ये भूतलं विशेष्यं, घटः विशेषणं. तर्हि घटे विद्यमानायाः प्रभा अथवा घटे विद्यमानायाः विशेषतायाः नाम अस्ति प्रकारता, भूतले विद्यमानायाः विशेषतायाः नाम अस्ति विशेष्यता, संयोगे या प्रभा पतति तस्य नाम संसर्गता इति वयं पूर्वमपि दृष्टवन्तः. अत्र कोऽपि भ्रमः अस्ति वा? केवलं पुनःस्मरणार्थमेव इदं सर्वम् उक्तम्. एकवारं भगिनि पुनः वदतु, भूतले घटः अस्ति, तत् प्रकारता कस्य, कस्मिन् वर्तते प्रकारता? भूतले अथवा घटे? घटे. अस्तु अस्तु, इदानीं रत्ना भगिनी वदति वा, भूतलं घटवत् इति सन्दर्भे प्रकारता कुत्र वर्तते, विशेषता कुत्र वर्तते? अन्य कोऽपि सहायं करोति? भूतले भूतलं विशेष्यता, भूतले विशेष्यता अस्ति, घटे प्रकारता अस्ति. भूतले विशेष्यता अस्ति, भूतलं विशेष्यं, तस्मिन् विशेष्यता. घटः विशेषणं, तस्मिन् प्रकारता. अनन्तरं घटभूतलयोः मध्ये संयोगसम्बन्धः अपि अस्ति, तर्हि संयोगसम्बन्धे अपि एका विषयता वर्तते, तस्य नाम संसर्गता. तिस्रः विषयताः सन्ति अत्र, तदर्थम् एतादृशं नामकरणं जातम्. तथैव अस्माकम् उदाहरणम् अधुना कालस्य विषये उदाहरणमस्ति, अतीतः घटः अतीतः इति. तत्र घटः विशेष्यं, तर्हि घटे किं स्यात्? विशेषता. घटे विशेषता, घटे विशेष्यता अस्ति. विशेष्यता नाम नामकरणं, घटे विद्यमानायाः विषयतायाः नाम अस्ति विशेष्यता. अतीतत्वे किमस्ति? अतीतम्, अतीते विशेषणम् अस्ति. अतीतत्वं विशेषणम् अस्ति, तर्हि अतीतत्वे प्रकारता अस्ति. घटः विशेष्यः, तर्हि घटे विशेष्यता अस्ति. विषयतायाः नामानि एतानि, प्रकारता, विशेष्यता, संसर्गता इति. अतीतः घटः इत्यस्मिन् घटे विशेष्यता, अतीतत्वे प्रकारता. धन्यवादः. अग्रे अखिला भगिनी पठति वा? किं पुटः अस्ति अखिला भगिनी? अस्ति किम्? मस्मि भगिनी श्रूयते वा? आमाम्, इदानीं श्रूयते. अस्तु, तत्र चित्रस्य अधोभागात् एव पठनीयं खलु? तत्र सत्यं, करपत्रे. क्षम्यतां भगिनि, पुनः वदतु. दीपरूपज्ञानस्य प्रकाशः, ततः दीपरूपज्ञानस्य प्रकाशः विषयता, सा च द्विधा प्रकारता विशेष्यता. अधुना यत्र अस्मिन् ज्ञाने वस्तुद्वयमस्ति, तत्र प्रभाद्वयम् अपि अस्ति. यथा भूतलं गतवत्, भूतले गतः, भूतलम् अधिकरणम् अपि ज्ञानं, गतः आदेयः अपि ज्ञानम्. भूतलम् एकः विषयः, गतः अन्यविषयः. भूतले विषयता अस्ति, घटे अपि विषयता अस्ति. अनयोः द्वयोः विषययोः विषयता भिन्ना, अतः अस्य प्रदर्शनार्थं नामकरणं भिन्नं. भूतलं विशेष्यं, घटः विशेषणम् इति कृत्वा भूतले विद्यमाना विषयता विशेष्यता, घटे विद्यमाना विषयता प्रकारता इति पृथक्तया नामकरणम्. केवलं पुनस्मरणार्थम् एकवारम् उच्यताम्. आम्, यद्वयम् इदानीं भवती भगिनी उक्तवती तत् तदेव तत्र पुनः अस्ति. तत्र यथा भूतले गतः इति वदामः चेत् तत्र भूतलं गतवत् इति भवति. तत्र भूतले अपि विषयता अस्ति, घटे अपि विषयता अस्ति. भूतले विद्यमाना विषयता अस्ति तत्र विशेष्यम् इति, यस्य नाम अस्ति तत्र विशेष्यता. घटे विद्यमान विषयतायाः नाम अस्ति प्रकारता इति. घटः तु तत्र विशेषणं भवति. तथैव तत्र द्वयोः मध्ये अपि तत्र विषयता अस्ति, परन्तु तत्र विषयता भिन्ना अस्ति. तस्य नामकरणं प्रकारता विषयता इति पृथक्तया कृतम्. विशेष्यता, क्षम्यतां, पुनः वदामि, तत्र नामकरणं विशेष्यता प्रकारता इति पृथक्तया कृतमस्ति इत्येव अस्ति. अस्तु, अग्रे भगिनि प्रश्नः अत्र इत्युक्ते आधारस्य विषयता अस्ति, विशेष्यता. आधेयस्य विषयता अस्ति, प्रकारता, नामकरणं किल? अत्र आधाराधेयः इति नाम वदामः, विशेषणं विशेष्यम् इति एव वदामः. ओ, भूतलं घटवत् इति अस्ति. तत्र भवत्या यदुक्तं तत् सत्यं, भूतलं तु आधारः एव. परन्तु भूतलं विशेष्यस्य रूपेण स्वीकुर्मः, अपि च विशेष्ये विशेष्यता अस्ति इति वदन्ति पुस्तके. अस्तु अस्तु अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? आम्, अपि च यथा भूतलं घटवत् इत्यस्मिन् भूतलं विशेष्यं, घटः विशेषणं तथैव घटः अतीतः इत्यस्मिन् घटः विशेष्यः अतीत्वं विशेषणम्. यतः पूर्वम् उक्तं भूतलं घटवत् तादृशवाक्यमस्ति घटः अतीतः. अत्र घटः विशेष्यः अतीतः इति विशेषणम्, अतीत्वम् इति विशेषणम्. चित्रस्य वाक्यं पठनीयं वा न भगिनि? अग्रे पठतु. चित्रे किम् अस्ति? चित्रे अयं पटः इति अस्ति ज्ञानं. किन्तु स्वयमेव भवन्तः गृहे चित्रं निर्माति चेत् तत्र अतीतत्वम् इत्यस्य उपरि किं भवति? भगिनि क्षम्यतां, तत्र चित्रे अतीतत्वमपि अस्ति खलु? नूतनकरपत्रं स्थापितं. रिफ्रेश् कृतवती, क्षम्यताम्. अस्तु, लक्ष्मी भगिनी पठतु तर्हि चित्रमपि किञ्चित्. अस्तु. घटनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः अधोगमनार्थम् आश्रयः. सम्यक् एव. पुनः वदतु. घटनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः अतीतत्वम्. अस्तु. अपरस्यां दिशि? अपरस्यां दिशि अतीतत्वं निष्ठ आधेयता निरूपित अधिकरणता आश्रयः अधिकरणताश्रयः घटः. अस्तु, इत्येव अस्ति. घटः अतीतत्वम् अनयोः मध्ये निरूपकनिरूप्यभावः. अतीतत्वे हा घटः, तत्र अधिकरणता अस्ति, अतीतत्वे अधेयता अस्ति. रत्ना भगिनी इदं दृष्ट्वा एव पृष्टवती वा अधिकरणे विशेष? न, तत्र त्रयोत्रिंशत् पुटं दृष्ट्वा अहं पृष्टवती. परन्तु अत्र पश्यति चेत् घटः अधिकरणम् अस्ति खलु, यथा भूतलं. आम् आम्. अस्तु, अत्रापि घटे विशेष्यता एव अस्ति वस्तुतः. अतीतत्वे प्रकारता एव भवति. तर्हि प्रायः भवत्याः प्रश्नः आसीत् अधिकरणे स्यात् विशेष्यता इति वा? आम् आम् अधिकरणे विशेष्यता, अनन्तरम् आधारे प्रकारता. न न, अतीतत्वे प्रकारता भवति यथा. अस्तु, अतीतत्वं विशेषणम् अत्र, यथा घटः विशेषणम् आसीत् भूतलं घटवत् इत्यस्य सन्दर्भे. तर्हि यथा तत्र घटे प्रकारता आसीत् तत्र अतीतत्वे प्रकारता भवति. परन्तु इदम् अतीतत्वं घटे एव भवति. यथा वृक्षे औन्नत्यम् अस्ति तथा घटे अतीतत्वम् अस्ति, तस्य विशेषणम् अस्ति अतीतत्वम्. तदर्थम् अत्र आधार आधेयता आधाराधेयभावः निरूपितः. तावदेव अस्ति. परन्तु यत्र ज्ञानस्य विषयः भवति विशेष्यता इति तु विशेष्ये भवति, प्रकारता इति विशेषणे भवति इति मनसि स्थापयन्तु. अस्तु, अग्रे अजितः महोदय पठति वा? अजितमहोदय अस्ति किम्? अस्तु, सन्ध्या भगिनी पठति वा? आं भगिनि. एतत् सर्वं मनसि निधाय आहत्य घटः अतीतः इति वाक्ये विशिष्टं ज्ञानमिदं घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्. अग्रे चित्रं पठनीयं वा? किञ्चित् तस्य विवरणं ददातु कृपया. तर्हि घटः अस्ति, घटनिष्ठ विशेष्यतानिरूपित विषयिता आश्रयः अस्ति ज्ञानं. तथैव घटः घटनिष्ठविशेष्यतानिरूपितप्रकारता आश्रयः अस्ति अतीतत्वम्. अपरस्मिन् दिशि गच्छामश्चेत् अतीतत्वनिष्ठप्रकारतानिरूपितविशेष्यताश्रयः घटः. अपि च तया प्रकारतया ज्ञानस्यापि निरूपणं भवति. यथा भवती उक्तवती घटनिष्ठविशेषतानिरूपितविषयिताश्रयज्ञानमिति यथा उक्तवती, तथैव प्रकारता अपि ज्ञानस्य निरूपणं करोति. सत्यं. तद् तद्वाक्यं वक्तुं शक्नोति वा? आम्. तर्हि अतीतत्वनिष्ठ प्रकारतानिरूपितविशेष्यतानिरूपित विषयिता आश्रयः ज्ञानम्. विषयिताश्रयः ज्ञानम् अथवा अतीतत्वनिष्ठप्रकारतानिरूपितविषयिताश्रयः ज्ञानम् इति अपि वक्तुं शक्नोति. तर्हि विशेष्यता इति एका प्रभा अथवा एका विषयता, प्रकारता इति एका विषयता, ताभ्यां विषयिता निरूप्यते, सा विषयिता अस्ति ज्ञाने. तदर्थम् अत्र उक्तं घटनिष्ठ विशेष्यतानिरूपकम् अथवा अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं. यतोहि ज्ञानं वस्तुद्वयं निरूपयति. अस्तु, अयं घटः इति ज्ञानं निरूपयति यत् घटनिष्ठविषयतानिरूपकं भवति ज्ञानम्, अपि च अतीतत्वनिष्ठप्रकारतायाः अपि निरूपकं भवति ज्ञानम्. आम् इति अस्ति. आम्. तर्हि अतीतत्वनिष्ठप्रकारतानिरूपक प्रकारताश्रयः ज्ञानम् इत्यपि साक्षात् वक्तुं शक्नुमः. अतीतत्वनिष्ठप्रकारतानिरूपितविषयिताश्रयः ज्ञानम् इति वक्तुं शक्नुमः. निरूपितविषयताश्रयः. अस्तु. मध्यभागे विषयता घटः इति अस्ति खलु, तद् न भवति चेदपि तत्र निरूपकनिरूप्यभावः भवति एव. अस्तु भगिनि. अस्तु, अग्रे विद्याशङ्करमहोदय पठति वा? आम्. घटः अतीतः इत्यस्य कथनेन एतादृशं विशिष्टज्ञानं व्युत्पन्नम् इति कृत्वा अस्य ज्ञानस्य कारणमेव अयं शब्दप्रयोगः. पुनः पठामि. घटः अतीतः इत्यस्य कथनेन एतादृशं विशिष्टज्ञानं व्युत्पन्नम् इति कृत्वा अस्य ज्ञानस्य कारणमेव अयं शब्दप्रयोगः. अपि च अयं घटः अतीतः इति शब्दप्रयोगः कालाख्यं द्रव्यं कालनामकं द्रव्यं विना न सम्भवति इति कृत्वा एतादृशज्ञानजनकशब्दप्रयोगस्य कारणं कालः. घटः अतीतः इत्यस्य कारणेन निष्पन्नं ज्ञानं प्रति शब्दप्रयोगः कारणं पुनः शब्दप्रयोगम् इति शब्दप्रयोगं प्रति कालः कारणम्. अस्तु, उच्यतां महोदय. प्रयत्नं करोमि. घटः अतीतः यदा वदामः तदा विशिष्टं ज्ञानम् उत्पद्यते. अतः अस्तु, तस्य ज्ञानस्य ज्ञानस्य कारणं किम्? शब्दप्रयोगः. शब्दप्रयोगः एव. यदा अतीतः घटः इति शृणुमः तदा एव ज्ञातुं शक्नुमः यत् अस्तु, एकः घटः अस्ति यः अतीतः अस्ति इति. तर्हि तादृशस्य ज्ञानस्य कारणमस्ति शब्दप्रयोगः. यः शब्दप्रयोगः ज्ञानं जनयति तस्य नाम व्यवहारशब्दः. हा व्यवहारः सम्यक् अस्तु अग्रे उच्यतां अपि च अयं घटः अतीतः ज्ञानं शब्दप्रयोगः प्रयोगतः कालः नामकं द्रव्यम् अस्ति इति ज्ञायते यतः तद् तद् ज्ञानं विना अस्य वाक्यस्य अर्थं न सम्भवति कालः अस्ति काले घटः अतीतः इति ज्ञानं भवति इदानीं प्रश्नः अस्ति घटः अतीतः इति शब्दप्रयोगः कृतः भवता खलु तर्हि घटः तादृशस्य प्रयोगस्य कारणं किम् कालस्य कालनाम घटः अतीतः इति शब्दप्रयोगः तस्य कारणं किम् कालः कारणं किम् कारणम् इत्युक्ते नाम अत्र अतीतः अथवा भविष्यति अभवत् अस्ति एतादृशस्य एतादृशानां प्रयोगानां कारणं कालः एव कालः नामकं द्रव्यं न भवति चेत् तादृशः प्रयोगः एव न भवति इत्युक्ते समयाधारितप्रयोगः अग्रे भविष्यति श्वः भविष्यति ह्यः आसीत् तादृशप्रयोगः न भवत्येव यदि कालः न अभविष्यत् तर्हि घटः अतीतः इति प्रयोगस्य शब्दप्रयोगः कालाख्यं द्रव्यम् इत्युक्ते कालनामकं द्रव्यम् अनुसरति तेन विना तादृशप्रयोगः एव न सम्भवति तदर्थं एतस्य शब्दप्रयोगस्य कारणमस्ति कालः ज्ञानस्य कारणं शब्दप्रयोगः प्रथमतया शब्दप्रयोगेन ज्ञानं भवति अपि च कालसम्बद्ध अथवा समयसम्बद्धशब्दप्रयोगस्य कारणं कालः ज्ञानस्य कारणं शब्दप्रयोगः शब्दप्रयोगस्य कारणं कालः अग्रे पठतु महोदय इति कथनेन निष्पन्नं ज्ञानं प्रति शब्दप्रयोगः कारणं यथा भवती उक्तवती पुनः शब्दप्रयोगं प्रति कालः कारणम् अस्तु इत्येव अत्र अस्ति सारांशः अग्रे नीता भगिनी पठति वा पठामि काललक्षणम् अधुना लक्षणवाक्यस्य निर्माणार्थं विद्याधरी इति पुस्तके पुटसङ्ख्या पञ्चपञ्चाशत् 55 पेज् नम्बर् इत्यस्य चित्रं दृष्ट्वा अत्र अग्रे पठतु आम् अस्ति तर्हि ज्ञाननिष्ठकार्यता निरूपितकारणता शब्दप्रयोगे तन्निष्ठकार्यता निरूपितकारणता एवं कुर्मः यदा वयं पुस्तकं पठामः एतस्य विवरणं भवत्येव तर्हि भवती अग्रे पठतु व्यवहारः इति व्यवहारः इति पदघटितानि अष्टौ लक्षणानि तर्कसङ्ग्रहग्रन्थे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति पदघटितानि इत्युक्ते किं भगिनि पदघटितानि इत्युक्ते पदयुक्तानि नाम तर्कसङ्ग्रहग्रन्थे लक्षणवाक्यानि भवन्ति खलु अत्र एकम् उदाहरणम् अतीतादिव्यवहारहेतुः कालः इति तादृशेषु लक्षणवाक्येषु अष्टौ लक्षणवाक्येषु व्यवहारशब्दः दृश्यते अस्तु अस्तु इदानीं स्पष्टम् अष्टवाक्यानि सन्ति येषु व्यवहारशब्दः अस्ति अतीतादिव्यवहारहेतुः कालः अतीतादिव्यवहारहेतुः कालः संयुक्तादिव्यवहारहेतुः संयोगः, पृथक्व्यवहारहेतुः पृथक्त्वम्, एकत्वादिव्यवहारहेतुः संख्या इति एवं व्यवहारपदघटितानि अष्टलक्षणानि सन्ति. देयं यत् अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहारशब्दघटितानि न व्यवहारशब्दयुक्तानि इत्येव इदानीं चर्चितं. लक्षणानि व्यवहारशब्दस्य न, व्यवहारशब्दस्य लक्षणम् इति नास्ति. अस्तु, व्यवहारः शब्दः यस्मिन् अस्ति सः शब्दः व्यवहारशब्दघटितः. इत्युक्ते व्यवहारशब्दः तस्मिन् अस्ति, व्यवहारशब्दयुक्तपदमस्ति तद्. तादृशाः अष्टशब्दाः सन्ति अथवा अष्टलक्षणानि सन्ति तर्कसङ्ग्रहे. किमर्थम् अष्टौ इति लिखितम्? अष्टलक्षणानि अष्टौ इत्यपि उच्यते महोदय, तदर्थम् अष्ट अथवा अष्टौ, संख्या तथा अस्ति. अस्तु, अग्रे पठतु भगिनि. व्यवहारशब्दयुक्तानि लक्षणानि अष्ट सन्ति. अपरेषां शब्दानां लक्षणस्य कथनावसरे व्यवहारशब्दस्य प्रयोगः कृतः. तेषु शब्देषु अन्यतां शब्दः अस्ति कालः. अन्यतमशब्दः अस्ति कालः. कालस्य लक्षणं व्यवहारपदघटितं, व्यवहारपदयुक्तम्, अतीतादिव्यवहारहेतुः कालः. अत्र अतीतादिव्यवहारहेतुः कालः इति यद्भवती पठितवती तत् कालस्य लक्षणम् अस्ति. कालस्य लक्षणवाक्यं, तस्मिन् व्यवहारशब्दः अस्ति वा? आम् अस्ति भगिनि. अस्ति खलु, अतीतादिव्यवहारहेतुः कालः इति कालस्य लक्षणवाक्यं, तस्मिन् व्यवहारपदं दृश्यते. तर्हि अष्टलक्षणवाक्येषु इदं वाक्यम् अन्यतमम् अस्ति इति उक्त्वा तर्कसङ्ग्रहे आहत्य अष्टलक्षणवाक्यानि सन्ति तादृशानि, येषु व्यवहारशब्दः दृश्यते. यदा वयम् अन्यलक्षणानि यदा तदा वयं स्मरणीयम् एतदेव. तदा सत्यं तदा स्मर्तव्यम्. अत्र उपरि अपि अस्ति, एकवारं पठतु. अतीतादिव्यवहारहेतुः कालः अनन्तरम् अतः आदौ न, अत्र उदाहरणानि, अन्यानि उदाहरणानि सन्ति. अतीतादिव्यवहारहेतुः कालः, संयुक्तादिव्यवहारहेतुः संयोगः, पृथक् व्यवहारहेतुः पृथक्त्वम्. तेषु त्रिषु अपि दृश्यते खलु व्यवहार इति. अनन्तरम् आसीत् एकत्वादिव्यवहारहेतुः संख्या इति एवं व्यवहारपदघटितानि अष्टलक्षणानि सन्ति इति उदाहरणचतुष्टयं दत्तम् अस्ति तत्र. यथा कालस्य लक्षणं व्यवहारपदघटितम् अस्ति, तादृशम् एव संयोगस्य वा पृथक्त्वायाः लक्षणम् एताः व्यवहाराः वा? एतानि लक्षणवाक्यानि, अस्तु, अतीतादिव्यवहारहित कालस्य लक्षणम् अस्तु, संयोगः तस्य लक्षणवाक्यम् अस्ति, संयुक्तादिव्यवहारहेतुः संयोगः, पुनः पृथक्त्वम् इति एकः गुणः अस्ति, स्मर्यते वा? चतुर्विंशतिगुणेषु तस्य लक्षणवाक्यम् अस्ति पृथक् व्यवहारहेतुः पृथक्त्वम्. तथैव संख्या इत्यस्य लक्षणवाक्यमस्ति एकत्वादिव्यवहारहेतुः संख्या. तर्हि अत्र अष्टवाक्यानि सन्ति, किन्तु चत्वारि उदाहरणानि अत्र दत्तानि येषु व्यवहारशब्दः दृश्यते. लक्षणवाक्यम् इति उच्यते वा? लक्षणवाक्यम् एतस्मिन् यस्मिन् लक्षणम् अस्ति इति येन येन माध्यमेन लक्षणम् उच्यते कस्यचित्. गन्धवती पृथ्वी इति अपि लक्षणवाक्यमासीत् खलु, पृथिव्याः लक्षणम् उक्तम् आसीत् वाक्येन, तादृशं लक्षणम् अस्ति. अस्तु अस्तु, धन्यवादः. अस्तु भगिनी, एकनिमिषं, सङ्ख्याविषये किम् उक्तवती पुनः? तदेव पुनः वदतु भगिनि. एकत्वादिव्यवहारहेतुः सङ्ख्या इति वा? आमामामाम् तस्य विषये एकत्वादिव्यवहारहेतुः सङ्ख्या इति लक्षणमेव अस्ति सङ्ख्यायाः. तावदेव, तस्मिन् अपि व्यवहारशब्दः दृश्यते. अस्तु, सरला भगिनी अग्रे पठति वा? भगिनी, यदा वदामः एकत्वादिव्यवहारहेतु सङ्ख्या, तत् शब्दमपि कालस्य लक्ष्यमस्ति वा? न, अत्र कालस्य लक्षणविषये चर्चा नास्ति, केवलं व्यवहारशब्दः कुत्र कुत्र अस्ति इत्यस्य विषये. अस्तु, तत्र लक्षणानि चतुष्टयं दत्तं. प्रथममस्ति अतीतादिव्यवहारहेतुः कालः, तदेव कालस्य लक्षणम्. अन्यानि सर्वाणि केवलम् उदाहरणानि एव येषु व्यवहारशब्दः दृश्यते. भगिनी, प्रथमपुटे वयं पठितवन्तः काल यदि द्रव्य अस्ति तस्य गुणसङ्ख्या अस्ति वा? सत्यं सत्यं, तस्य चर्चा प्रायः अग्रे भवति, कालस्य गुणः सर्वम्. अतः आदौ सरला भगिनी पठति वा अग्रे? आम् पठामि. अतः आदौ व्यवहारशब्दस्य समीचीनबोधः स्यात्, तदनन्तरम् अष्टान् लक्षणानाम् अध्ययने सौलभ्यं भवति. ध्येयं यत् सर्वत्र सर्वेषु अष्टसु लक्षणेषु व्यवहारशब्दस्य अयमेव अर्थ ज्ञानजनकशब्दप्रयोगः. इति अर्थम् पूर्वतं वयं दृष्टवन्तः, व्यवहारशब्दः यदि प्रयोगः भवति तस्य लक्षणार्थम् एतानि शब्दानि एता शब्दाः लिखितवन्तः. तस्य बोधः भवति अष्टानां लक्षणानाम् अध्ययने सौलभ्यं भवति. व्यवहारः इत्युक्ते कः इति ज्ञायते चेत्, तस्य समीचीनः बोधः भवति चेत् अग्रे यत्र यत्र व्यवहारः भवति तत्र तत्र ज्ञायते व्यवहारशब्दस्य अर्थः कः इति. तर्हि व्यवहारशब्दः इत्युक्ते किम्? व्यवहारशब्द ज्ञानजनकशब्द, ज्ञानजनकशब्दप्रयोगः प्रयोगः. एकत्वादि व्यवहारहेतुसङ्ख्या इति युक्ते एकत्वरूपज्ञानजनकशब्दप्रयोग प्रयोगानुकूलगुणः सङ्ख्याः. यदि अहम् एकत्वदिव्याहारहेतुसङ्ख्या वदामः इत्युक्ते तस्य ज्ञानसङ्ख्या संख्या आधारेण ज्ञानं भवति. संख्याविषये नास्ति भगिनी चर्चा, तर्हि चिन्ता मास्तु. तत्र एकत्वादिव्यवहारहेतुसङ्ख्या इति वदनेन कीदृशं ज्ञानं भवति इत्येव अत्र उक्तं, तावदेव. एकत्वरूप केवलम् अस्ति व्यवहारे. व्यवहारे एकत्वादिरूपं भवति इति संख्या इत्यस्य श्रवणेन. भगिनी, यत्र कुत्रापि व्यवहारशब्दः प्रयोगः अस्ति तत् ज्ञानजनकशब्दः अस्ति, एवं वा? सत्यं सत्यं सत्यं, यत्र व्यवहारः इति भवति चेत् तत्र तस्य प्रयोगेन किञ्चन ज्ञानं भवति इति बोद्धव्यं भवति. एवं रीत्या सर्वत्र व्यवहारशब्दस्य अयमेव अर्थः ज्ञानजनकशब्दप्रयोगः इति व्यवहारशब्दस्य अर्थः उक्तः. इदानीं पुस्तकात् किञ्चित् पठेम. तत्र पुस्तके पञ्चपञ्चाशत्तमे पुटे, न क्षम्यतां, चतुःपञ्चाशत्तमे पुटे, अति 54 अतीतादिव्यवहारहेतुः कालः, तस्मात् आरभ्य पठेम. भारती भगिनी पठितुमिच्छति वा? अतीतादिव्यवहारहेतुः कालः सा च एको विभु नित्य विभुर्नित्यः च घटः अतीतः न सम्प्रति अस्ति. घटः वर्तते, घटः भविष्यति इत्यादिप्रयोगाः अस्माभिः क्रियन्ते. ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः. अतः तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसङ्गकम्. इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्य व्यवहारहेतुः कालः इति. अस्तु भगिनि, किं बुद्धं भगिनि? सम्प्रति इत्युक्ते किम् अस्ति? सम्प्रति अधुना घटः अतीतः इत्युक्ते अधुना नास्ति इति. घटः अतीतः न सम्प्रति अस्ति. घटः न न्यूनम् अस्ति. घटः वर्तते, घटः भविष्यति इत्यादिप्रयोगाः अस्माभिः अस्माभिः क्रियन्ते. ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः. किं द्रव्य पूर्वोक्तैः? ते इत्युक्ते भविष्यति, अतीतः, ते पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः. द्रव्यस्य वर्णं पूर्वोक्तैः द्रव्यैः. पूर्वोक्तैः द्रव्यैः इत्युक्ते एतावता कालस्य कालात् पूर्वं यानि द्रव्याणि दृष्टानि तैः न शक्यः एतादृशः प्रयोगः, खलु? कालात् पूर्वं यत्किमपि वयं दृष्टवन्तः, पृथ्वी, तेजः, वायुः, आकाशः इत्यादीनि, तैः एतादृशः व्यवहारः न सम्भवति. तदर्थं नूतनद्रव्यम् अपेक्षितं. तस्य नाम कालः. अतः उक्तं तादृशव्यवहारसम्पादकम् अतिरिक्तं द्रव्यम् अनुमीयते कालसंज्ञकम्. कालसंज्ञकम् इत्युक्ते कालनाम नाम्ना एकं द्रव्यमस्ति, तस्य अपेक्षा अस्ति इति. इदमेव लक्षणवाक्ये उक्तम् अतीतादिव्य व्यवहारहेतुः कालः इति. कालः इति अतीत इत्युक्ते एक्सेसिव्. न अतीतः इत्युक्ते अत्र उक्तम् इटालिसैज्ड् अस्ति खलु, न सम्प्रति अस्ति, तादृशः अर्थः. प्रथमे वाक्ये घटः अतीतः इत्युक्ते न सम्प्रति अस्ति घटः. न सम्प्रति अस्ति नाम अतीतः, अधुना नास्ति. भूतकाले आसीत् कदाचित्, तर्हि अतीतः घटः. अतीतादि इत्यस्य कथनेन अतीतः भूतकाले अथवा भविष्यति वर्तते तत् सर्वं गृहीतं गृहीतं भवति. अतीतः इत्युक्ते भूतकालमेव सत्यं यद् आसीत् यद् यद् आसीत् किन्तु अधुना नास्ति तादृशम् अतीतम् अतीतम् धन्यवादः. अस्तु अग्रे रत्ना भगिनी पठति वा? आं भगिनि पठामि. सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तयैव रीत्या चिन्तनं सुकरम्. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः. यथा केनचिदुक्तं घटः अतीत इति तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानम् उत्पद्यते. अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् उत्पद्यते. अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणम्. तादृशः च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम्. इतश्च तत्र चित्रं भवेत्. इत्युक्ते यथा वयं चर्चितवन्तः पूर्वं सङ्ग्रह तर्कसङ्ग्रहे व्यवहार इति पदस्य उपयोगं कृत्वा अष्टलक्षणवाक्यानि लिखितानि. एकत्र वयं यदि व्यवहार इत्युक्ते अर्थः कः इति अस्माकम् अवगमनं भवति चेत् एकत्र भवति चेत् अन्यत्र सुलभरूपेण वयं ज्ञातुं शक्नुमः अर्थः कः इति. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः. हा पुनः उक्तं व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति. यदा कोऽपि वदति घटः अतीतः इति तादृश वाक्यं शृणुमः चेत् वयम् अस्माकं मनसि ज्ञानम् उत्पद्यते घटः अतीतः इति. अर्थात् अत्र घटनिष्ठविशेष्यतानिरूपकम् अनन्तरम् अतीतत्वनिष्ठप्रकारतानिरूपकं प्रभा नाम विषये वयं चर्चितवन्तः तदेव उक्तम् अत्र. ज्ञानं भवति घटः इति विशेष्यं घटे विशेष्यता अपि च अतीतत्वम् इति विशेषणम् अतीतत्वे प्रकारता चित्रमपि आसीत् जालपुटे. ज्ञानं कीदृशं विषयी तस्मिन् विषयिता सत्यं सत्यं ज्ञानं विषयी यस्मिन् विषयिता परन्तु अस्मिन् वाक्ये ज्ञानस्य विवरणं कथं जातम्? रत्ना भगिनी पठति वा वाक्यम्? आम् घटनिष्ठ ओ अतः अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणम्. अस्तु कीदृशं ज्ञानं तथाविधं ज्ञानम् इति उक्तं खलु कीदृशं ज्ञानम् अस्ति पूर्वस्मिन् वाक्ये अस्ति ज्ञानस्य विवरणम् घटनिष्ठविशेषतानिरूपकं ज्ञानम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम्. ओ येन ज्ञानं निरूपितम् इति तथाविधं ज्ञानं प्रति इति उक्तं खलु तथाविधं क्षम्यतां भगिनि द्विविध ज्ञानम् उत्पद्यते. पञ्चपञ्चाशत्तमे पुटे प्रथमवाक्यमस्ति अतः तथाविधं ज्ञानं प्रति इति. ओ क्षम्यतां. तर्हि चिन्ता नास्ति, प्रश्नः आसीत् तथाविधम् इत्युक्ते कीदृशम् इति. कीदृशं ज्ञानं? घटनिष्ठविशेषतानिरूपकं ज्ञानम्, अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं, तादृशं ज्ञानम् अस्ति. तद् ज्ञानं प्रति कारणं किम्? शब्दप्रयोगः. शब्दप्रयोगः पुनश्च शब्दप्रयोगस्य शब्दप्रयोगं प्रति कारणमस्ति कालः. कालः. यतोहि तादृशस्य शब्दप्रयोगस्य तादृशः शब्दप्रयोगः न भवत्येव कालेन विना. तर्हि तं प्रति कारणमस्ति कालः इति कृत्वा तत्र चित्रं पश्यन्ति चेत् शब्दप्रयोगस्य कारणमस्ति कालः, तर्हि काले कारणता अस्ति. चित्रं पश्यन्ति वा सर्वे? काले कारणता अस्ति. शब्दप्रयोगः कार्यः इति उच्यते. कालः कारणं, तेन शब्दप्रयोगः भवति, तर्हि शब्दप्रयोगः कार्यः. कार्यः, तर्हि शब्दप्रयोगे कार्यता अस्ति. पुनः शब्दप्रयोगः ज्ञानस्य कारणम् इत्यनेन शब्दप्रयोगे अपि कारणता अस्ति, ज्ञाने कार्यता अस्ति. इदं ज्ञानं कीदृशं वयं दृष्टवन्तः पूर्वस्मिन् पुटे. घटनिष्ठविशेष्यतानिरूपकं ज्ञानम् अथवा अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् इति सर्वम् अत्र प्रदर्शितं चित्रे. अत्र कोऽपि भ्रमः अस्ति वा? शब्दप्रयोगे कारणता अस्ति, कार्यता अपि अस्ति वा? सत्यं. यतोहि कालः कारणमस्ति शब्दप्रयोगं प्रति, पुनः शब्दप्रयोगं कारणमस्ति ज्ञानस्य प्रति. तर्हि एकत्र शब्दः शब्दप्रयोगः कार्यः, अपरत्र शब्दप्रयोगः कारणम्. सन्दर्भद्वयम् अस्ति अत्र. अस्तु, कालेन किं पुनः कालः शब्दप्रयोगस्य कारणं, शब्दप्रयोगः ज्ञानस्य कारणं. तदर्थं काले कारणता अस्ति इति तु सुलभमेव, कालः कारणम् इति. तर्हि कालेन किं निर्मीयते? शब्दप्रयोगः. तर्हि शब्दप्रयोगः कार्यः इति कृत्वा शब्दप्रयोगे कार्यता अस्ति. अनन्तरम् एतेन शब्दप्रयोगेन ज्ञानं भवति खलु? शब्दं श्रुत्वा ज्ञानं भवति शब्दप्रयोगेन, तदा शब्दप्रयोगः कारणं भवति, ज्ञानं कार्यता भवति. तस्मिन् सन्दर्भे शब्दप्रयोगे कारणता अस्ति, ज्ञाने कार्यता अस्ति. अस्तु, जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. काललक्षणे अवच्छेद्य अवच्छेदकभावः. प्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः. तथा च अतीतत्वं प्रकारः चेत् अतीतत्वे प्रकारता, प्रकारता अवच्छेदकं तद्वृत्तिधर्मः. अतीतत्वम्. अस्तु, अत्र किञ्चित् मन्दगत्या गच्छेम. प्रारम्भतः पठतु भगिनि. प्रकारत्वविशेष्यत्वस्थले प्रकारत्वविशेष्यत्वस्थले अपि सर्वत्र अवच्छेद्य अवच्छेदकभावः ज्ञातव्यः. तथा च अतीतत्वं प्रकारश्चेत् अतीतत्वे प्रकारता, प्रकारता अवच्छेदकं तद्वृत्तिधर्मः. अतीतत्वम्. अस्तु, अधुना वयं चित्रं चित्रं निर्माय पश्यामश्चेत् अतीतत्वम् अधोभागे भवति, तस्मात् उपरि अस्ति प्रकारता, यतोहि प्रकारता अतीतत्वे अस्ति इति कृत्वा, खलु? अतीतत्वम् इत्यस्य धर्मः कः? अतीतत्वत्वं पुनः अधोगमनार्थं त्वं योजनं, तल् योजनम् अधः, क्षम्यताम्, उपरि गमनार्थं त्वं वा तल् वा इत्यस्य योजनं. तर्हि अतीतत्वम् इत्यस्य धर्मः अतीतत्वत्वम् इति. अतीतत्वे प्रकारता अस्ति, तादृशस्य प्रकारतायाः, तादृश्याः प्रकारतायाः अवच्छेदकं भवति अतीतत्वत्वम् इति. बुद्धं वा भगिनी? तादृशप्रकारता अवच्छेदकता अतीतत्वम् अस्ति, रैट्? अतीतत्वम् इति अधोभागे अस्ति, तस्मात् उपरि प्रकारता अस्ति. अस्तु, इदानीं घटे घटत्वम् अस्ति धर्मः, तर्हि अतीतत्वे कीदृशं धर्मः, कीदृशः धर्मः अस्ति? अतीतत्वत्वम्. अतीतत्वत्वं त्वं. इदानीं घटे विद्यमानायाः अधिकरणतायाः अथवा प्रतियोगितायाः अवच्छेदकः भवति घटत्वम् इति, खलु? घटत्वावच्छिन्न अधिकरणता इत्यादिकं वदामः, तथा एव प्रकारतायाः अवच्छेदकः अवच्छेदकं भवति अतीतत्वत्वम्. अतीतत्वत्वम् इति धर्मः. सो अतीतत्वं प्रकारतसा उपरि भाग भवति, प्रकारतसमानता एक, हा, अधोभागे अतीतत्वम् अस्तु, समानस्तरे प्रकारता, अतीतत्वत्वं. तत्र स्तरद्वयम् अस्तु, अधोभागे प्रथमस्तरे अतीतत्वमेव, तस्मात् प्रकारता अतीतत्वत्वम् अपि च अतीतत्वत्वम् अवच्छेदकं प्रकारतायाः. अस्तु, अग्रे किञ्चित् पठतु भगिनि. घटे घटे विशेष्यता, विशेष्यता अवच्छेदकं घटत्वं तादृश. इदानीं सुलभः, सुलभमस्ति खलु? तर्हि वाक्यं किं भवति? घटत्वं विशेष्यतायाः अवच्छेदकम् अस्ति चेत् वाक्यं किं भवति? इदानीम् उदाहरणं ददामि. प्रकारतायाः अवच्छेदकम् अतीतत्वत्वं भवति चेत् अतीतत्वावच्छिन्नप्रकारता इति भवति. तथा एव विशेषता कीदृशी? हा, घटत्वावच्छिन्न विशेष्यता. अस्तु, अग्रे पठतु भगिनि. तादृशप्रकारता विशेष्यतयोः तादृशप्रकारताविशेष्यतयोः निरूपकं ज्ञानम् अतितो घटः इति. तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यं, जन्यता ज्ञाने, जन्यता अवच्छेदकं ज्ञानत्वं, तादृशज्ञानत्व अवच्छिन्नजन्यतानिरूपितजनकता शब्दप्रयोगे, जनकता अवच्छेदकं शब्दप्रयोगत्वम्. अस्तु, बृहदभवत् वाक्यं, किञ्चित् किञ्चिदेव पठित्वा गच्छामः. तादृशप्रकारताविशेष्यतयोः, कीदृशप्रकारताविशेष्यतयोः घटत्वावच्छिन्नविशेष्यता अपि च अतीतत्वावच्छिन्नप्रकारता, तादृशयोः प्रकारताविशेष्यतयोः निरूपकं ज्ञानमस्ति. चित्रे पश्यन्ति चेत् तत्र अस्ति. ज्ञानं किं करोति? ज्ञानं निरूपयति. किं निरूपयति? विशेषता, विशेष्यतायाः निरूपणं करोति. पुनः कीदृशी विशेष्यता? घटत्वावच्छिन्नविशेष्यता इति अस्ति. अनन्तरं किमस्ति भगिनी, पठतु. तादृश तादृशप्रकारता विशेष्यतयोः निरूपकं ज्ञानम् अतितः घटः इति कीदृशं ज्ञानम् अत्र घटः अतीतः इति ज्ञानं प्रकारता विशेष्यतायाः निरूपणं करोति इति खलु अनन्तरं तादृशज्ञानजनकः यदि शब्दप्रयोगः वयं दृष्टवन्तः शब्दप्रयोगेन एव एतादृशं ज्ञानम् उत्पाद्यते अतः तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि ज्ञानं जन्यम् अस्ति जन्यं ज्ञानस्य उपरि कार्यता इति अस्ति खलु आम् आम् जन्यता कार्यता समानमेव अग्रे पठतु भगिनि जन्यता ज्ञाने अस्ति जन्यता ज्ञाने जन्यता अवच्छेदकं ज्ञानत्वं इदमपि सुलभं स्यात् इदं वाक्यं ज्ञाने कः धर्मः अस्ति ज्ञानत्वम् इति धर्मः घटे घटे घटत्वं यथा तथा ज्ञाने ज्ञानत्वं घटे विद्यमानायाः विशेष्यतायाः अवच्छेदकं घटत्वं तथैव अत्र किम् उक्तम् ज्ञाने विद्यमानायाः ज्ञानत्व अवच्छिन्नं न ज्ञाने किं विद्यमानमस्ति ज्ञानत्वम् अपि च ज्ञाने जन्यता अपि विद्यमाना अस्ति तर्हि जन्यतायाः अवच्छेदकं किम् ज्ञानत्वं ज्ञानत्वम् अस्तु अग्रे पठतु भगिनि जन्यता अवच्छेदकं ज्ञानत्वं तादृशज्ञानत्व अवच्छिन्नजन्यता निरूपजनकता शब्दप्रयोगे जनकता अवच्छेदकं शब्दप्रयोगत्वं सत्यं जनकता कारणता समानं जन्यता कार्यता समानं शब्दप्रयोगे जनकता अस्ति अथवा कारणता अस्ति शब्दप्रयोगे किं प्रति कारणता अस्ति ज्ञानं प्रति अतः अत्र उक्तं तादृशज्ञानत्वावच्छिन्नजन्यतानिरूपितजनकता तत्र उपरि शब्दप्रयोगस्य उपरि कारणता इत्यस्य स्थाने जनकता इति स्थापयन्ति चेत् इदं चित्रं स्पष्टं भवति तादृशी जनकता शब्दप्रयोगे अस्ति अपि च तस्याः अवच्छेदकं शब्दप्रयोगत्वम् इति बुद्धं वा अत्र सर्वत्र ज्ञाने ज्ञानत्वं शब्दप्रयोगे शब्दप्रयोगत्वम् अथवा घटे घटत्वम् अतीतत्वे अतीतत्वत्वम् इति धर्माः भवन्ति ते च अवच्छेदकाः भवन्ति अपरेषां वस्तूनां यत्र प्रकारता भवति तस्य अवच्छेदकत्वं भवति अतीतत्वम् इत्यनेन तथा अस्ति बुद्धं वा अस्तु वर्धिनी भगिनी किञ्चित् अग्रे पठतु कुत्र अस्ति महोदय तदवच्छिन्नजनकताश्रयः अथवा अन्य कोऽपि राजेन्द्र तदवच्छिन्नजनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः तन्निरूपितजन्यता अपि शब्दप्रयोगे इति एकत्रैव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता वर्तते एवं कालनिष्ठकारणतानिरूपितकार्यता अपि वर्तते सा कार्यता अपि शब्दप्रयोगत्वा अवच्छिन्ना तादृशकार्यतानिरूपितकारणताश्रयः कालः कारणताश्रयत्वं कालस्य लक्षणम् अस्तु अन्ततो गत्वा कारणताश्रयत्वं कालस्य लक्षणम् इति वक्तव्यं कालस्य लक्षणं किं कारणताश्रयत्वं कारणता इति उक्तं चेत् कीदृशी कारणता इत्यस्य विवरणार्थं कोऽपि स्पीकर् मध्ये अस्ति वा प्रतिध्वनिः श्रूयते कृपया स्पीकर् अस्तु अस्तु हा कारणताश्रयत्वं कालस्य लक्षणं तर्हि कारणता कीदृशी इति साधयितुम् इदं सर्वम् उक्तं वयं यत्र आरभ्य यतः आरभ्य हा तदवच्छिन्न जनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति नाम कालं विना शब्दप्रयोगः न भवति तर्हि कालः जनकः काले जनकता अस्ति अथवा कारणता अस्ति तन्निरूपितजन्यता अपि शब्दप्रयोगे अस्ति काले जनकता शब्दप्रयोगे जन्यता अथवा कार्यता तर्हि इति एकत्रैव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता वर्तते कालः इत्यस्मात् कारणताश्रयः कालः जनक अस्ति कारणता सत्यं सत्यं कालः तस्मिन् जनकता अस्ति अथवा कारणता अस्ति कार्यता जन्यता समानं कारणता जनकता अपि समानं काले कारणता अस्ति कीदृशी कारणता इति सर्वम् अत्र चर्चितं तावदेव अस्ति अस्तु अग्रे अखिला भगिनी पठति वा आं भगिनि इदं वाक्यमस्ति इदं वाक्यं दीर्घं वाक्यमस्ति यावत्पर्यं चित्रं न स्थापितं तावत्पर्यन्तं क्लिष्टकरं स्यात् तर्हि अत्र नूतनं किमपि नास्ति अतीतत्वम् इत्यस्मात् आरभ्य कालपर्यन्तं वर्णनं कालस्य लक्षणं तावदेव अग्रिमं वाक्यम् अस्तु भगिनि पठति वा मन्दगत्या अतीतत्व अवच्छिन्न सकारतानिरूपित घटत्व अवच्छिन्न विशेष्यतानिरूपित निरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वं कालस्य लक्षणम् इति वाच्यम् इति दीर्घः दीर्घं वाक्यं कालस्य लक्षणवाक्यम् अतीतत्वम् इत्यस्मात् आरभ्य कारणता काले या कारणता अस्ति तावत्पर्यन्तं तस्य विवरणं कृत्वा तादृश्याः कारणतायाः आश्रयः कालः इति उक्तम् अस्तु अग्रे पठतु भगिनि एवं घटो वर्तमानः घटो भविष्यति इति शब्दप्रयोगौ आदाय ताभ्यां जायमानौ बोधौ तत्र प्रकारौ वर्तमानत्वभविष्यत्वे प्रकारता अवच्छेदके वर्तमानत्वभविष्यत्वे ज्ञात्वा अभ्यसनीयम् अस्तु किं बुद्धं भगिनि तत्र वेदा घटः मानः घटः भविष्यति इति शब्दप्रयोगः अस्ति चेत् तत्र वर्तमानः भविष्यति इति तत्र द्वयमपि तत्र प्रकारता भवति किमर्थं चेत् तद् विशेषणम् अस्ति तौ प्रकारौ तत्र प्रकारता अवच्छेदके तत्र प्रकारतायाः अवच्छेदकं भवति तत्र प्रकारता अवच्छेदक वर्तमानत्वे वर्तमानत्वम् अस्ति, भविष्यत्वे भविष्यत्वम् अस्ति, तत्र प्रकारता अवच्छेदके वर्तमानत्वम् प्रकारता अवच्छेदकवर्तमानतत्त्वं प्रकारता अवच्छेदकभविष्यत्वं त्वम् इति ज्ञात्वा वयं ज्ञातुं शक्नुमः तत्र गतः वर्तमानः गतः भविष्यति इति वदामः चेत् तत्र ज्ञानं किम् इति यथा अतीतत्वे आसीत् प्रकारतायाः अवच्छेदकत्वं तथैव वर्तमानत्वे वर्तमानतत्त्वम् अपि च भविष्यतत्वम् इत्यस्मिन्नपि अस्ति अवच्छेदकत्वम् इति. अस्तु अग्रे लक्ष्मी भगिनी पठति वा? अग्रे एकं एकः परिच्छेदः अस्ति, तावदेव तत् पठित्वा समापयामि. लक्ष्मी भगिनी अस्ति किम्? सन्ध्या भगिनी पठति वा? आम् भगिनि. कालोपाधिनिरूपणं कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं कालसङ्कोचकरूपोपाधयः कालिकसम्बन्धश्च निरूप्यन्ते. अनादिः अनन्तः खलु कालः, तस्य यथावस्थितस्य न व्यवहारयोग्यता अस्ति. न हि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनाम् आधुनिकीं वा क्रिस्ताब्दगणनां विहाय अयं पूर्वमासीत् अयं तदा आसीत् इति व्यवहरामः. उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः. अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति. निदर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहारमादाय चिन्तयामः. अनेन परमव्यापकस्यापि कालस्य 1947 प्रभृति 2011 किञ्चित् शकलं बुद्धौ आरोहति. विषयम् एनं सुविशदं निरूपयामः. कालस्य तावत्पर्यन्तं वा अग्रे पठामि? अस्तु तावत् तावदेव. तर्हि कालः अनादिः अस्ति, अनन्तः अस्ति, सर्वदा. अपि च प्रथमवाक्ये किमुक्तं? विषयत्रयं निरूप्यन्ते, ते के? कालनिरूपणप्रसङ्गात् तत्र सर्वस्य आधारः अस्ति काले, सर्वाधारत्वम् अस्ति. अनन्तरं कालसङ्कोचरूपोपाधयः कालिकसम्बन्धश्च निरूप्यन्ते. न भवति किञ्चित् कालसङ्कोचरूपोपाधयः इत्युक्ते तत्र कालं तु प्रथमम् अस्ति. कालः सार्वत्रिकः, काले सर्वम् अस्ति इति कृत्वा तर्हि प्रथमः विषयः. द्वितीयः कालसङ्कोचोपाधयः इत्युक्ते कालः तु बृहान् अस्ति, सर्वत्र अस्ति. अस्तु, तर्हि यावत्पर्यन्तं सङ्कुचितरूपेण कालस्य मानं न कुर्मः, नाम अद्य सूर्योदयः सूर्यास्तः इति कृत्वा कालस्य विभजनं यावत्पर्यन्तं न कुर्मः, अथवा यावत्पर्यन्तम् उपाधीः न स्थापयामः तावत्पर्यन्तं कालस्य प्रयोगं न कर्तुं शक्नुमः. तर्हि कालस्य विवरणे तद्विषयत्रयम् उक्तं. प्रथममस्ति किं पठतु भगिनि? कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं. सर्वाधारत्वम् इत्युक्ते काले सर्वम् अस्ति इत्यस्य निरूपणम्. अनन्तरं कालसङ्कोचकरूपोपाधयः इत्युक्ते कालस्य तत्र लघ्वीकरणं. लघ्वीकरणं सत्यं. कालिकसम्बन्धः च निरूप्यन्ते इति त्रयः विषयाः निरूप्यन्ते कालस्य विवरणस्य प्रसङ्गे. अस्तु, तर्हि तदेव तस्य एव विषये तत्र अग्रे तदेव उक्तं. तत्र कालस्य आदिः नास्ति, अन्तः नास्ति, सर्वदा अस्ति इति. अतः तस्य तस्य यदि उपयोगं कर्तुम् इच्छामः तर्हि कालस्य तत्र विभजनम् आवश्यकं भवति, यथा तत्र शकादिगणः इत्युक्ते शक संवत्सरः कः इति, अनन्तरं क्रिस्ताब्दसंवत्सरः इति सर्वम् इति कृत्वा एव वयम् उपयोगं कर्तुं शक्नुमः, पूर्वम् आसीत् वा अग्रे भविष्यति इति, नो चेत् तत्र स्पष्टता न भवति पूर्वम् इत्युक्ते कदा इति. अपि च अन्यत् अपि वक्तव्यम् अत्र, कालस्य विभजनं भवति क्रियया. यदा सूर्योदयः भवति नूतनं दिनं, सूर्यास्तः चेत् दिनं समाप्तं, तर्हि सूर्यस्य क्रियया एव तादृशं विभजनं वयं द्रष्टुं शक्नुमः. तथैव अत्र यद् उदाहरणं दत्तं, कामपि क्रियाम् आधारीकृत्य एतत् एषः कालः अस्ति, अन्यः अपरः कालः इति वक्तुं शक्नुमः. क्रियया एव कालस्य विभजनं भवति, नो चेत् कालः तु एकः एव विभुः. तर्हि सा एव क्रिया स्वातन्त्र्यमिति स्वीकृत्य स्वातन्त्र्योत्तरकालः इति अस्ति वा क्रिया एव? प्रायः सत्यं सत्यम्. अस्तु, तर्हि तदेव. यथा आकाशः अपि सार्वत्रिकम् एकः एव, तस्य विभजनं कथं भवति? केवलं स्थलभेदात्, कर्णपुटेन इति वा स्थलशरीरभेदेन, स्थलस्य भेदम् आधारीकृत्य आकाशः भिन्नः इति दृश्यते, परन्तु आकाशः एकः एव. तर्हि क्रियया कालः भिद्यते, तादृशः कालः एव व्यवहारे उपयोगः भवति, तस्य एव उपयोगः भवति व्यवहारे. तर्हि तस्यैव विभजनस्य एव उदाहरणमस्ति तत्र स्वातन्त्र्योत्तरकालः इति. तर्हि तस्मादारभ्य तत्र नवदश चत्वारिंशत् सप्तचत्वारिंशत् आरभ्य 2011 पर्यन्तं किञ्चन कालः इति, किञ्चित् तत्र किं वदामः कालः एव तत्र इत्येव वदन्ति. कालस्य उपयोगं यदि कर्तुम् इच्छामः तर्हि कालस्य विभजनं आवश्यकम् इत्येव अस्ति कालस्य निरूपणम्. अग्रे गत्वा कालिकसम्बन्धः इत्यादयः अपि भवन्ति. कोऽपि प्रश्नः अस्ति वा? भगिनी, अत्र स्वातन्त्र्योत्तरकालः इत्युक्ते भारतस्वातन्त्र्यमिति वा तत्र 1947 इति? सत्यं सत्यं सत्यं भगिनि. कालस्य विभजनं करणीयं खलु कथञ्चित्. कालः एकः एव, तादृशस्य कालस्य यः कालः एकः एव भवति, तादृशस्य कालस्य कोऽपि किमपि प्रयोजनं नास्ति तदा. तर्हि अहम् अद्य अत्र अस्मि, श्वः अन्यत्र भविष्यामि इति वक्तुं काण्टेक्स्ट् आवश्यकं खलु. कस्मिन् समये कुत्र अस्मि इति वक्तव्यं चेत् कालस्य विभजनं स्यात्. कालस्य विभजनम् अद्य श्वः इत्यनेन क्रियते. अद्य श्वः सर्वं कथं निर्मीयते? सूर्यस्य क्रियया. सूर्योदयः भवति चेत् नूतनं दिनं, सूर्यास्तः भवति चेत् श्वः भवति तदनन्तरम्. तादृश्या क्रियया कालस्य लघ्वीकरणम् अथवा विभजनं कृत्वा कालस्य व्यवहारयोग्यता भवति. नाम कदा किं भवति इति समयस्य एकं काण्टेक्स्ट् भवति कालस्य विभजनेन. तथैव अत्र उक्तं स्वातन्त्रोत्तरकालः इत्युक्ते किं, 1947 तः आरभ्य तस्मात् परम् इति. धन्यवादः. भगिनी, अत्र शकादिगणनं, शक इत्युक्ते भागः, विभजनं, विभजनं. एकनिमिष, शाखा शाखायरा इति वदामः खलु. किं भगिनी, क्षम्यताम्. शाकादिगणनं वर्षाणां गणनं अस्तु. क्रिस्ताब्धं शाकादिगणनम् इत्युक्ते वर्षाणां गणनं. अस्तु. शका इत्युक्ते वर्षः इत्युक्ते वर्षः हा संवत्सरः. तत्र शक इति शाकादिगणनम् इति केलेण्डर् इति शाका इरा नास्ति वा? शाका इरा इति अस्ति खलु, तद् नास्ति वा? आमामां तदेव भगिनि. शाका इति एरा इति यद् वदामः एकरीत्या यद् जूलियन् केलेण्डर् वा किमपि अस्ति खलु तथैव एकरीत्या गणनम् अस्ति वर्षाणाम्. इत्युक्ते वयम् इदानीं यद् चैत्रमासे नूतनवर्षस्य प्रारम्भः भवति इति यद् कुर्मः तद् शाका शक केलेण्डर् एव अस्ति. आम् आम्, पाश्चात्यदेशेषु क्रिस्ताब्दगणनं प्रायः भारतदेशे शाकादिगणनं भवति. तत् क्षम्यतां सन्ध्या भगिनी, तत् शाका इरा नास्ति. शाका इरा इति तत्र कनिष्का इति एकः राजा आसीत् तस्य रीत्या भवति. तत्तु तदेव शाका इरा एव भारतदेशस्य ऐ थिङ्क् नेशनल् केलेण्डर् वा किमपि अस्ति तत्र गवर्मेण्ट् तस्य गवर्मेण्ट् आफ़् इण्डिया ऐ थिङ्क् फालोस् दट्. तदेव चैत्रमासे आरब्धः भवति, चैत्रशुद्ध तत्र प्रथमे दिने इति कृत्वा तस्य किं तदा नूतनसंवत्सरः इति सर्वं वदामः. अस्तु, अनन्तरं चर्चयितुं शक्नुमः. अस्तु, अन्य कोऽपि प्रश्नः? नो चेत् शकलम् इत्युक्ते भागः. हा, शकलम् इत्युक्ते भागः, खण्डः, तद् शाखा नास्ति. शकलम् इत्युक्ते खण्डः, कालस्य खण्डः. अस्तु, अन्य कोऽपि प्रश्नः? नो चेत् विरमामः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः. नमस्कारः.